नमस्कारः. लृट्लकारः इति करपत्रम् अनुवर्तते. तत्र इडागमः इति चिन्तनं गते सप्ताहे अस्माभिः दृष्टं. तर्हि एकवारं पुनस्मरणत्वेन किञ्चित् उक्त्वा तस्मिन् विषये उक्त्वा अग्रे गच्छामः. तर्हि इडागमः इति तु यत्र धातु इडानुकूलः भवेत्, धातुः सेट् वा नो चेत् वेट् वा भवेत्, अपि च प्रत्ययः अपि इडानुकूलः अस्ति चेदेव तत्र इडागमः जायते इति वयं स्मरामः. प्रत्ययस्य इडागमचिन्तनं क्रियते आर्धधातुकस्य इड्वलादेः इति सूत्रेण. तर्हि सामान्यतया यत्र लृट्लकारः तु तत्र स्य प्रत्ययः मध्ये आगच्छति, तर्हि तादृशस्य प्रत्ययः वलादि अस्ति. तर्हि कृत नास्ति इति कृत्वा अन्यसूत्राणाम् आवश्यकता अत्र नास्ति. तर्हि केवलम् अनेनैव सूत्रेण ज्ञातुं शक्नुमः लृट्लकारः तु इडानुकूलः इति ज्ञास्यामः जानीमः. तदनन्तरं धातोः अग्रे तु धातोः स्वभावम् अनुसृत्य धातुः सेट् वा सेट् अस्ति चेत् इडागमः जायते, धातुः अनेट् चेत् यद्यपि लृट्लकारः इडानुकूलः अस्ति तथापि धातुः अनेट् अस्ति चेत् तत्र इडागमः न जायते, वेट् अस्ति चेत् विकल्पेन इडागमः जायते इति चिन्तनम् आसीत्, चिन्तनं प्रवृत्तं. तत्र पञ्चविशिष्टसूत्राणि ज्ञातव्यानि इति महोदयेन अत्र स्थापितमस्ति. प्रथमसूत्रमासीत् ऋद्धनोः स्येः इति. अनेन ऋकारान्तधातुभ्यः चहन्धातुभ्यः सप्रत्ययः इडागमः सप्रत्ययस्य इडागमः भवति. इत्युक्ते सामान्यतया कृधातुः किम् अस्ति, अनिट् वर्तते खलु, अनिटः वर्तन्ते. सामान्य अजादिदातवः सर्वे अपि अनिटः अजन्तदातवः अपि सामान्यतया अनिटः वर्तन्ते, किन्तु तत्र तु ऋकारान्तदातवः स्य प्रत्यये परे इडानुकूलाः सेतः भवन्ति इति ऋद्धनोः स्येपि सूत्रं वदति. तदनन्तरं सर्वेपि ऋकारान्ताः. तदनन्तरं हन्धातुः अपि स्यप्रत्यये परे, केवलं स्यप्रत्यये परे इडानुकूलाः सेटः भवन्ति इति दृष्टवन्तः. तदा तु कृधातोः करिष्यति इति रूपं प्राप्नुमः. अनन्तरं तत्र स्यप्रत्ययः तु सामान्यतया लृटि भवति. अनन्तरम् अन्यथा तु तत्र किम् अस्ति लुङ्गि अपि भवति इति कृत्वा तस्यापि स्वरूपसाधनम् अत्र साधितमस्ति. तर्हि हन्धातोः अपि हनिष्यति इति प्राप्नुमः. तदनन्तरम् आसीत् तत्र तावदेव अस्ति खलु वृद्धनोः अङ्गयोः स्यप्रत्यये परे तत्र इट् इति अस्ति. अत्र तु यद्यपि वृद्धनोः अङ्गयोः इति इडागमः तु सप्रत्ययस्य एव भवति. अत्र तु षष्टी तु षष्टिविभक्तिः तु पञ्चम्यर्थे षष्टिः प्रयुक्तमस्ति, अनन्तरं षष्ट्यर्थे सप्तमी अपि प्रयुक्तमस्ति इति उक्तमस्ति. तर्हि साक्षात् पठनीयम्, एवं पठनीयं ऋद्धभ्याम् अङ्गाभ्यां स्यः इट् इति पठनीयं भवति. द्वितीयसूत्रमस्ति से अचिति असिचि कृतछ्रुत श्रुध त्रुध नृतः इति. अनेन उक्तेभ्यः धातुभ्यः सिच् भिन्न सकारादिप्रत्यये प्रत्ययस्य विकल्पेन इडागमः भवति. तर्हि स्य प्रत्ययः अपि सिच् नास्ति, सिच् भिन्न सकारादिप्रत्ययः अस्ति इति कृत्वा अत्रापि एतेषां रुट्लकारे तत्र इडागमः जायते. कृत् इत्यस्य तत्र इडागमः भवति, विकल्पेन इडागमः भवति इत्युक्तमस्ति. तर्हि कृत् इति धातोः कर्तिष्यति इति एकं रूपं, कत्स्यति इति अन्यत् रूपं. तदनन्तरम् आसीत् तर्हि सूत्रं से सिचि कृतच्छ्रुतच्छ्रुदतृधनृतः इति सूत्रस्य कृतच्छ्रुतच्छ्रुदतृधनृतः अङ्गात् सेः असिचि. तत्र तु पुनः तत्र किम् अस्ति असिचः सः इति पठनीयं, षष्ट्यर्थे सप्तमी प्रयुक्तमस्ति, आर्तधातुकस्य इट् इति प्राप्नुमः. तृतीयमासीत् घं धातोः विषये गमेरिट् परस्मिपदेषु इति सूत्रेण गम् धातोः आर्धधातुकप्रत्ययस्य इडागमः भवति इति. तदा तु गमिष्यति इति प्राप्नुमः. तर्हि गमेरिट् इत्यस्मिन् तत्र प्रश्नेपदे एव तत्र इडागमः जायते. यत्र आत्मनेपदीरूपं यत्र साधिहामः तत्र तु इडागमः नास्ति, अत्र तु केवलं प्रश्नपदे अस्ति. गम्धातुः साक्षात् अनिट् अस्ति खलु. गमेरिट् परस्मैपदेषु इति सूत्रं. गमेः अङ्गात् स्येः सः आर्धधातुकस्य इट् परस्मैपदेषु इति उक्तमस्ति. पुनः षष्ठे अर्थे सप्तमे प्रयुक्तमस्ति. चतुर्थम् अस्ति वृत् वृद्ध शुद्ध स्यन्द् इत्येभ्यः चतुर्भ्यः धातुभ्यः सकारादि आर्धधातुकप्रत्ययस्य इडागमः न भवति. यद्यपि इडानुकूलाः वर्तन्ते तथापि सकारादि आर्धधातुकप्रत्ययः अस्ति चेत् इडागमः न भवति इति सूत्रमस्ति. वृद्भ्यः स्यसनोः इति सूत्रेण स्य प्रत्यये परे तत्र अनन्तरं सन् प्रत्ययोः परयोः तत्र इडागमः न जायते इति. अनन्तरमस्ति इडागमः, क्षम्यतां तत्र तत्र क्षम्यतां परस्मैपदरूपं तत्र प्राप्नुवन्ति. न वृद्ध्यश्चतुर्भ्यः इति सूत्रेण तत्र इडागमः न भवति. सकारादि आर्धधातुकप्रत्यये परे परस्मैपदीप्रत्यये परे न भवति, किन्तु आत्मनेपदे यत्र जायते चेत् तत्र तु जायते खलु, इडागमः जायते. किन्तु आम् आम् इति अस्ति. तर्हि वृत् इत्यस्य वत्स्यति वत्स्यत् इति रूपं प्राप्नुमः. पञ्चमं सूत्रं पठनीयम् अद्य पठामः. तर्हि तासी च कृपः इति सूत्रं भगिनी अरुणा भगिनी पठति वा? श्रूयते वा भगिनि? आं श्रूयते भगिनि. तासी च कृपः इत्यनेन कृप् धातोः परस्य प्रश्नपदसञ्ज्ञक तास् च परस्मैपदसञ्ज्ञक सकारादि आदुधातुकप्रत्ययः च अनयोः इदागमो न भवेत्. अत्र केवलं कृप् धातुकविषये दत्तम्. अत्र कृप् धातुतो परस्य परस्मैपद सास् प्रत्यय अस्ति चेत् वा परस्मैपदसञ्ज्ञकमस्ति चेत् अपि सकारादि आदुधातुकप्रत्यये परे इदागमः न भवति. कृप् धातुः परस्मैपदे कल्पति अकल्प्यत्, आत्मनेपदे कलिप्स्यते क्लप्स्यते अक्लिप्स्यत अक्लप्स्यत अक्लप्स्यत. अत्र रूपमस्ति परस्मैपदे अस्ति चेत् इदागमः न भवति. रूपमस्ति कल्प्स्यति अकल्प्यत् आत्मनेपदे अस्ति चेत् अत्र इदागमः भवति. कल्पिष्यते कल्प्यते अकल्प्यत अकल्प्यत् अकल्प्यत तासि च कृप् धातोः परस्य परस्मैपदसञ्ज्ञकताश्च परस्मैपदसञ्ज्ञक सकारादि आदधातुकप्रत्यये च अनयोः इदागमो न भवति. अनुवृत्तसहितसूत्रमस्ति कृप् परस्मैपदेषु आदुधातुकस्य इद्वलादेः न स्थासि चेत् भगिनि अत्र प्रथमं परस्मैपदसञ्ज्ञक शास्त्रस्य पदे इदागमः भवति. सकारादि सकारादि तत्र उभयत्रापि न भवति. परस्मैपदसंज्ञकतास्प्रत्यये परे अनन्तरं परस्मैपदसंज्ञकसकारादिप्रत्यये परे इति खलु, आर्धधातुकप्रत्यये परे इति उक्तमस्ति खलु. पूर्वसूत्रात् वयम् अधुनैव वयं तत्र पूर्वसूत्राणि पठितवन्तः खलु. ततः अनुवृत्तिः स्यात्. ततः सकारादिप्रत्यये परे परस्मैपदसंज्ञक आर्धधातुकप्रत्यये परे इति अनुवृत्तिः. अनन्तरम् अनेन सूत्रेण तासि परे अपि अत्र विधानं जायते इति तासि च कृपः च इत्यनेन अनुवृत्तयः गृह्यन्ते खलु. परस्मैपदसञ्ज्ञकता तत्र सकारादिप्रत्ययः आत्मनेपदीरूप आत्मनेपदी रूपाणामपि भवन्ति खलु, यत्र आत्मनेपदीरूपाणि सन्ति तत्रापि सकारादिप्रत्ययाः भवन्ति। तथा एव तास् प्रत्ययः कुत्र जायते इति द्रष्टव्यं, तत्र केवलं परस्मैपदीषु एव भवति वा, प्रायः तत्र आत्मनेपदी इत्यस्य भवति वा इति द्रष्टव्यं। तास् प्रत्ययः मध्ये तास् इति आगमः, पश्यामि तास् इति प्रत्ययः आत्मनेपदी अपि भवति भगिनि, तर्हि तत्र कल्पितासे इति अस्ति, तास् प्रत्ययः तत्रापि भवति। तत्र तु इडागमः भविष्यति, कल्पितासे इति भवति, तथा एव यस्य प्रत्ययः अपरे आत्मनेपदी अपि भवति, कल्पिष्यते इति भवति, अत्रापि इडागमः जायते। किन्तु यत्र परस्मैपदिनः स्वीकुर्मः तत्र तु कल्प्स्यति इत्येव तत्र प्राप्नुमः वयम्। कल्प्ता कल्प्स्यति इति प्राप्नुमः, तत्र इडागमः नास्ति अनेन सूत्रेण। तत्र अष्टाध्यायी डाट् काम् मध्ये दत्तमस्ति भगिनि। पठितवती वा पूर्णं? पूरयतु भगिनि, भवति पूरतु, द्वे जनाः न सन्ति। ओ न, तासि च कृपः इति पूरितवती वा, कृपः सुप्तातोः परस्य परस्मैपदसञ्ज्ञकतास्क परस्मैपदसञ्ज्ञकसकारादि अधतादृपस्यनयोः उदागमो न भवति, नाम केवलम् आत्मनेपदसञ्ज्ञक तासः स आत्मनेपदसञ्ज्ञक सकारादि अधतादृपस्य उदागमो भवति, तदेव आत्मने आत्मनेपदसञ्ज्ञकतास् आत्मनेपदसञ्ज्ञकसकारादि अद्वादृपस्य उदागमं भवति। कृप्पु धातुः उपदेशे आत्मनेपदी, किन्तु लुकिच्चाकृपः इत्यनेन स्या सन् सा त्रिषु प्रत्ययेषु परेषु अयं कृपः कृप् धातुः विकल्पेन परस्नेपदी अपि भवति। लुटिचाकृपः इत्यत्रेण परस्नेपदी सिद्धान्तकौमुद्यां लुटि स्या सनोश्च कृपेः परस्नेपदं वा स्यात्। काशिकायां च वृत्तादित्वादेव स्यासनो विकल्पः सिद्धः लुटि विधीयते। अतः लुटि परस्मैपदे इडागमभावे कल्पता, आत्मनेपदे इडागम सति कल्पिता। तासु सप्तम्यन्तं सा अव्ययं, कृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्, आदुधातुकस्य द्वलादेः इत्यस्य सम्पूर्णसूत्रस्य अनुभूतिः, गमे रिट् परस्मैपदेः इत्यस्य परस्मैपदेषु इत्यस्य अनुभूतिः, न वृद्ध्य च चतुर्भ्यः इत्यस्मात् न इत्यस्य अनुवृत्तिः, छ इत्यनेन से सिचि श्रुता श्रुता श्रुद्ध श्रुद्धानुभूत इत्येषां इत्यस्मात् से इत्यस्य सप्तम्यन्तस्य अनुकर्षण अनुभूतिसहितसूत्रमस्ति, कृपः परस्मैपदेषु आदिदर्तुकश्च इद्वलादेः न तासि सूच्यम्। कृपः परस्मैपदेषु अस्ति चेत् भवति चेत् अद् इदागमः न भवति तात्परे भगिनि? क्षम्यतां भगिनि, कासः आसीत्? किं किम् उक्तवती भगिनि? अनुभूतसहितं वदति कृपः परस्मैपदेषु आर्धधातुकस्य ज्वलादेः न सास्ति चेत् अनुभूति अन्वयकथं पश्यति कृपः प्रसमयपद्येषु सासि अस्ति चेत् आर्धधातुकस्य ज्वलादेः विषयेन गानं न भवति. अत्र तु तासि च से च तादृशेषु परस्मैपदेषु तासि परस्मैपदेषु इति स्वीकर्तव्यं, तथा च से परस्मैपदेषु आर्धधातुकस्य अर्ध तत्र किं भवति विशेषणविशेषभावार्थं तत्र विभक्तिपरिणामं कर्तव्यं भवति, नो चेत् न सङ्गच्छति. अनन्तरम् अत्रापि पुनः किम् अस्ति षष्ट्यर्थे सप्तमी प्रयुक्तमस्ति, तर्हि तासः परस्मैपदिनः इति जायते, न इति जायते एकस्मिन् तत्र. अनन्तरं तथा एव सः आर्धधातुकस्य वलादि आर्धधातुकस्य न इट् इति जायते खलु. कृपः इति तत्र तु किम् अस्ति पञ्चमी इति स्वीकर्तव्यम् इति. धन्यवादः भगिनि. मणिमहोदय अग्रे अतिदेशः इति पठति वा महोदय. नमस्ते नमस्ते भव्या भगिनी, प्रश्नः अस्ति अत्र चाट् मध्ये प्रेषितवती, तस्य कः अर्थः? काशिकायां तु व्रतादित्वादेव श्वसनोः विकल्पः सिद्ध. व्रतादित्वाद् इत्युक्ते इत्युक्ते किम्? वृतादि इति तत्र पूर्वं सूत्रमासीत् खलु भगिनि, वृद्भ्यः इति. ओ तत् व्रत अस्तु, व्रत तत्र अनुवृत्तयः भवन्ति. अच्छा, लुटिविधीयते. अस्तु अस्तु, विकल्पः अस्तु. धन्यवादः भगिनि. अतिदेशः अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः जरा अस्मात् भिन्नो भवति, अनेन नूतनलक्षणम् अध्यारोप्यते आरोप्यते. पुस्तकः प्रथमपादस्य द्वितीय प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अधिदेशसूत्राणि सिद्धानि सरलतया अन्यत्रापि प्राप्यन्ते. एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः नित्वं तिक्तम् अकित्वं च 1-to-1 इत्यस्मात् आरभ्य 1-to-26 इति यावत् अधिदेशप्रकरणम्. अस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि, 1-to-5 इत्यस्मात् आरभ्य विशिष्टसूत्राणि इमानि च सर्वाणि आर्धधातुकप्रत्याहम् एव. अधिदेशः इत्युक्ते अधिदेशद्वारा प्रत्ययः स्वभावः यदा भवति अधिदेशेन प्रत्ययस्य स्वभावः भिन्नः भवति इति अर्थम् अपि अहं चिन्तयामि महोदय. अतः नूतनलक्षणम् अथवा नूतन अर्थः भवति इति अस्य आरोप्यते प्रत्ययस्य. प्रथमसदस्य द्वितीयपादस्य आरम्भे प्रायः अधिदेशसूत्राणि आरब्धवानि. एभिः अधिदेशसूत्राणि गुणाः किम् इत्युक्ते युक्तमपि कृत्वमपि अकित्वं च अपि त्रीणि गुणानाम् अध्याहारः इत्युक्ते ते प्राप्तवन्तः. प्रथमपः प्रथम अध्यायस्य द्वितीयपादस्य प्रथमसूत्रस्य आरभ्य षड्विंशतिः पर्यन्तम् अतिथसूत्राणि भवन्ति. प्रथमचत्वारि इत्युक्ते 1-to-1-to से तः 1-to-4 सूत्राणि पर्यन्तं पञ्चसूत्राणि आरभ्य विशिष्टसूत्राणि अप् टु षड्विंशतिसूत्राणि पर्यन्तं विशिष्टसूत्राणि इति इत्युक्ते अतः अपि मौर्यवर्णं भवति मे बि भवति इति उक्तवान् मेबि वक्तुं चेत् महोदय वदतु न न न महोदय अवगच्छामि भवान् यत् उक्तवान् अवगच्छामि इत्युक्तमस्ति धन्यवादः पठामि वा सर्वदा पठतु महोदय अग्रिमं पक्तुमपि तदनन्तरं चारुदातुप्रक्रियायाम् एकमेव अतिदेयेषु सूत्रं चारुदातुकम् अपि इदं च सामान्यम् अतिदेयसूत्रम् अवशिष्टत्रीणि सामान्य अतिदेयसूत्राणि आददातुप्रक्रियायां भवन्ति लुट्लकारपर्यन्तम् अतिदेयसूत्रचिन्तनम् अधिकं न अपेक्षितम् आसीत् यतोहि सार्वदत्तप्रक्रियां केवलं सार्वदत्तकम् अपि तदा आददत्तकप्रक्रियायाम् इडाः न भवति प्रेरणार्थे निच् कर्मणि भावे यक् प्रश्नपति आसीत् लिङ् यङ् अन्धः यङ् लुगन्धः चे इत्येते सर्वे अनिडादेः येषु स्थलेषु अतिदेयसूत्राणि न प्रसक्तानि लुट्लकारे अतिदेयचिन्तनम् अधिकम् अपेक्षितम् आसीत् अत्रापि लुट्लकारे तदेव भवति उभयत्र किन्तु केवलं सामान्यम् अतिदेयचिन्तनं दातुम् अधिकृत्य विशिष्टचिन्तनं न अपेक्षितम् सार्वधातुक प्रक्रियायाम् एकमेव सूत्रं पठितवन्तः इत्युक्ते सार्वधातुकम् अपि इत्यनेन अवशिष्टत्रीणि सामान्यसूत्राणि चतुर्थः प्रति किल अतः त्रीणि सूत्राणि आदरप्रक्रियायां भवति अधिकं लुट्लकारः अधिकं न अपेक्षितं परन्तु लुट् अन्य लास्ट् अत्र दत्तं लुट्लकारः अधिदेयसूत्रम् अधिकम् अपेक्षितम् आसीत् इति लुट्लकारे एतानि एव पठितवन्तः इति मन्ये एतानि सूत्राणि वयं पूर्वं पठितवन्तः तत्रापि पूर्वं न अपेक्षितं दत्तम् अत्र अधिदेशसूत्रं सर्वत्र न अपेक्षितं केवलं तत्र कर्मणि निच् यक् प्रत्ययस्य विधानं कर्मणि भावे यक् आशीर्लिङ्ग् यङन्तः यङ्लुगन्तः तत्र सर्वत्र न आवश्यकमेव किमर्थं सर्वत्रापि अनिडादिप्रत्ययाः सन्ति खलु इदानुकूलाः न भवन्ति इति कृत्वा यत्र वयं लुट्लकारं पठितवन्तः तत्र अस्माभिः पठितम् आसीत् तदनन्तरं पुनः अस्मिन्नपि तत्र करपत्रे पठनीयम् इति धन्यवादः विमला भगिनी पठति वा भगिनि अत्र यथोक्तं ततः वा यथोक्तम् आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि तानि च गाङ्कुटादिभ्यो ञणित् ञणित् विज इत् विभाषोर्णोः लुट्लकारात् आरभ्य सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति लुटि लृटि च येषां त्रयाणामपि कार्यं भवति यथा उक्तं उभयत्र विशिष्टानि विशिष्ट अतिदेशसूत्राणि न अपेक्षितानि अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य यत्र यत्र आर्धधात्मकप्रक्रिया प्रवर्तते तत्र सर्वत्र येषां त्रयाणां प्रसक्तिः भवति अतः अत्र सामान्यसूत्रम् इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु धातुम् अवलम्ब्य अत्र त्रीणि सूत्राणि लिखितानि गाङ्कुटादिभ्योन्यत् विजय इट् अपि च विभाषोर्णोः भाषा ऊर्णोः इति एतानि त्रीणि सूत्राणि अतिदेशसूत्राणि सामान्यानि सन्ति इत्युक्ते लुट्लकारात् आरभ्य सर्वत्र एतेषां प्रसङ्गे चिन्तनीयम् अस्ति इति लुटिलटि च त्रयाणां कार्यं सूत्राणि त्रीणि सूत्राणि विधीयन्ते इति भाति विशिष्टसूत्राणि किमपि नास्ति लुटि च लृटि च इति अत्र अस्ति अधुना एतानि त्रीणि सामान्य अपि सूत्राणि पश्येम, येषां कारणेन स्य प्रत्ययः ञत्वत् मन्तव्यः. गाङ्कुटादिभ्यो ञत् इङ् धातोः स्थाने यः गाङ् धातुः, तस्मात् च कुटादिगणेयेभ्यः धातुभ्यः ञित् ञित् भिन्नप्रत्ययः ञित्वत् भवति. कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति, सर्वे धातवः तुदादिगणे सन्ति. कुट आदिः येषां ते कुटादयः बहुव्रीहिः, गाङ् च कुटादयश्च ते गाङ् कुटादयः तेभ्यः कुटादिभ्यः. ञ च न च तयोः इतरेतद्वः ञनौ ञनौ इतौ यश्च स ञणित् बहुव्रीहिः, न ञित् अञित् द्वन्द्वगर्भ बहुव्रीहिः. सूत्रं स्वयं सम्पूर्णं, गाङ्कुटादिभ्यः अञनित् ञ्यत्. गाङ् धातुः इङ्धातोः स्थाने गाङ् धातुः आगच्छति, तस्य अपि च कुटादिगणे अन्तर्भूतेभ्यः धातुभ्यः ञित् ञित् भिन्नप्रत्ययः विधीयते चेत् तत् ञित्वत् भवति, तत्र ञित्वम् आरोप्यते ञित् ञित् भिन्नप्रत्ययस्य. तदेव ञित् ञित् कुटादिगणे पञ्चत्रिंशत् धातवः, सर्वे अपि तुटादिगणीयः सन्ति इत्येव अत्र उल्लिखितं भगिनी. अत्र अणित् इत्यनेन तत्र अण्णित् इत्यनेन तत्र अहं मन्ये पर्युक्तप्रतिषेधः खलु इति भाति, यतोहि प्रत्ययः अपेक्षितः खलु. अपेक्षितः प्रत्ययपेक्षितः अस्तु पर्युदास निधानस्य कः को लाभः निधानस्य को लाभः तस्य स्वरूपं परिवर्तते खलु, गुणप्रभाजते किं गुणं प्रभाजते परन्तु वृद्धेः वृद्धिः न प्रभाजते खलु, केवलं गुण गुणवृद्धिः गुणवृद्धिः उभयमपि वृद्धिः अपि उभयमपि निषेधः तत्र तत्र किम् अस्ति आत्मनेपर्यत्वमपि अस्ति किं गीत्वात् न अत्र तत्र किं सम्प्रसारणकार्याणि विहितानि भवन्ति. अस्तु ज्ञात्वात् अस्तु कार्यद्वयम् इति गुणनिषेधः अपि च सम्प्रसारणः. अस्तु पुनः पठनीयं सर्वं श्रुतं भगिनि. अन्यत् किमपि अस्ति वा इति न स्मरामि. अग्रे पठितमस्ति वा वर्गे? अहं गतवर्गे ऐ मीन् वन् वीक् अगो ऐ डिण्ट् अटेण्ड् सो न जानामि किं कृतमिति. अस्मिन् वर्गे न कृतम्, अस्मिन् वर्गे कृतं वा न कृतम् इति उक्तवान् महोदय. महोदय गणिमित्रं श्रुतवान् परन्तु कान्तादि सूत्रं न पठितवन्तः. अधितेश टापिक् मध्ये फस्ट् टु पेराग्राफ् एव पठितवन्तः. तर्हि तावदेव आसीत् इति मन्ये मध्ये अन्यत् किमपि करणीयं वर्णपणि तथैव पठितवन्तः किल वर्णपणि. तदेव पठितवन्तः वर्गे केवलम् अतिदेशसूत्रमेव पठितवन्तः. तदनन्तरमपि नित्तप्रत्ययस्य कत् कुत्रचित् उपदावर्णस्य लोपः अपि जायते इति गीत्वात् वा गीत्वात् तत्र गमहन झन खनगसां लोपः इत्यनङि इति पठितवन्तः. तदेव तद् विस्तृतं भगिनि. न अहमपि तत्र अन्वेष्यामि, तत्र अग्रे गत्वा प्रायः वयं स्मरिष्यामः. <तर्णी। coughs> तावदस्ति वा मम तत्र कुत्रचित् अतुस् इति आगमः अपि जायते आगमः नित्यनुसृत्य आगमः भवन्ति इति अपि उक्तमस्ति तर्हि बहु तत्र का विषयम् अधिकाः विषयाः सन्ति अनन्तरम् अनिदितां हलौपदायानिति इति सूत्रमपि अस्ति खलु अनिदित् अस्ति चेत् पुनः पठनीयं सर्वं लघु पाठः आसीत् वर्गे पुनः इडागमचिन्तनं कृतं वा महोदय आरम्भतः कृतं वा आरम्भे यथा वयं सर्वं सर्वस्य रटनं कुर्मः तत् अभवत् क्रियते खलु क्रियते एव तत्र अहं तु न स्मरामि एव तत् सर्वं पुनः सर्वेषु वर्गेषु भवति अजन्त हलन्त वेट् धातव सर्वे पर्यायेण वदामः भवती अधुना सर्वं पठितवती वा भगिनि मोस्ट्लि मम स्मरणम् अस्ति एतेषां धातूनां यथा अजन्ते श्री श्री शीङ् डिङ् यूरु नु स्नु शूक्ष्णु व्रङ् व्रै तृ इति दीर्घकारान्त भू दीर्घ उकारान्त एतद् अजन्तधातवः तत्पश्चात् हरन्तधातवः सन्ति बहूनि अपि च वे ततो अहं तद् अधुना अहं तु विस्मृतवती प्रायः सामान्यतया मम स्मरणमस्ति मध्ये मध्ये विस्मरणमपि अस्ति अहं भवत्या कृते एकम् अग्रिमसप्ताहात् पुनः अत्रापि आरम्भं कुर्मः किम् भगिनी प्रश्नः अस्ति अत्र फ्री कान्फरेन्स् काल् मध्ये यत्र मम नाम अस्ति तत्र के इति चिह्नमस्ति तत् किम् मया तु दृश्यते तादृशं विमला मम मया दृश्यते अहम् एकं कार्यं करोमि मया तस्य स्पेलिमेज् बेक्ग्रौण्ड् नाय्सस् इति अस्ति यु केन् डिसेबल् इट् बेक्ग्रौण्ड् नाय्स् अस्ति खलु तत्र इफ् यु होवर् ओवर् इट् युल् बि एबल् टु सी वाट् इट् इस् यूस्ड् फार् इट्स् काल्ड् अस् क्रिस्प् अहं मुद्रणस्य स्थगनं करोमि